येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्। ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। ॐ श्रीगुरुभ्यो नमः। सुप्रभातं, स्वागतम्। ओके, साक्षात् इदानीम् अस्माकम् अभ्यासम् आरम्भं कुर्मः। अत्र किं कर्तव्यं, शुच इति धातुः अस्ति, ततः आरभ्य शोचति पर्यन्तं कथं वयं शोचति रूपं प्राप्नुमः इत्युक्ते प्रथमपुरुषस्य एकवचनरूपं लट् लकारे तावत्पर्यन्तमेव वयं पठितवन्तः। अतः तदेव कर्तव्यम्। ओके, कस्याः पर्यायः प्रथमा? ओके, आल्फबेटिकल् आर्डर् अथवा अत्र अहं किं पश्यामि न, अहम् अद्य लास्ट् टु फस्ट्, विजया भवत्याः पर्यायः आगच्छति प्रथमम्। अस्तु महोदय, नमस्कारः। नमस्कारः। ओके, इदानीं शुच इति धातुः अस्ति, प्रथमम् अत्र प्रक्रिया खलु महोदय? प्रथमम् अत्र अनुनासिकवर्णः अस्ति, तत् शुच इति भवति अनुनासिकवर्णः। अत्र उपदेशे केवलं वदति तत् पर्याप्तं, अन्ये लेखनं वा केवलं वक्तव्यं? वारं वारं शृणुमः अतः श्रोतव्यं पर्याप्तं खलु महोदय? एवं चिन्तयति अन्ये, उषा, प्रिया, पूर्णिमा, अन्ये लेखनीयं वा? शृणुमः भगिनि, अस्ति चेत् लेखनं डौट् अस्ति चेत् मध्ये लेखनं करोतु, अन्यत् अन्यथा साक्षात्। अस्तु महोदय, वदामि वा? वदतु, सोपानि वदतु महोदय। अत्र शुच इति अस्ति, शुच अत्र उपदेश अज अनुनासिकवर्णः अस्ति, अतः उपदेश अज अनुनासिक इत् इत्यनेन एतत् अपगच्छति। इदानीं शुच् एव तिष्ठति। अनन्तरं विद्या एतत् अपगच्छति इत्युक्ते एतत् किं शुच् तिष्ठति अत्र न, परन्तु किम् अपगच्छति? अनुनासिकवर्णः अपगच्छति खलु महोदय, इति भवति वर्णः किम् अस्ति तत्र? अत्र अकार उत्तरवर्ति अनुनासिकबिन्दुः अस्ति खलु, अत्र अकार उत्तरवर्ति अकारः, अनन्तरम् अकारः, अनन्तरं तत् उपरि दत्तं चन्द्रबिन्दुः अपि अपगच्छति उपदेशे अज अनुनासिक इत् इत्यनेन। इदानीं भवती वर्णविच्छेदं करोतु शुच धातोः, किं महोदय यदस्ति तत्र तस्य वर्णविच्छेदं करोतु। वर्णविच्छेदं चकारः, उकारः, चकारः, अकारः। एकनिमिषम्, अहं शार्ट् हेण्ड् टैपिस्ट् नास्ति। अनन्तरं चकारः, उकारः, अनन्तरं चकारः, चकारः अकारः आनुपूर्वी एतदेव खलु महोदय आनुपूर्वी हा एतदेव आनुपूर्वी अनन्तरम् इदानीं किं वक्तव्यं अस्ति न तत्र योगः एतदेव तिष्ठति अनुबन्धलोपानन्तरं न अहं न अवगतवती भवती किं वदति इति अतः अस्माकम् आरम्भस्तरे शुच इति अस्ति ओके दत्तवती शकार उकार चकार अकार तत्तु शुच अस्ति तत्र अनुनासिकसमस्या एव नास्ति अतः अनुनासिकसमस्या कुत्र गमिष्यति अकार उत्तरवर्ति अनुबिन्द अनुब किम् अस्ति अत्र चन्द्रबिन्दुः अस्ति खलु महोदय एतत् अनुनासिकवर्णः अकार उत्तरवर्ति यत् भवति एतत् अनुनासिकवर्णः चन्द्रबिन्दु अतः केवलम् अनुनासिकचिह्नम् अहं स्थापयामि वा न न अकार उत्तरवर्ति अनुनासिकवर्णः अकार उत्तरवर्ति इत्युक्ते अकारानन्तरं किम् अस्ति अकारानन्तरं अनुनासिकवर्णः चन्द्रबिन्दुः अस्ति एतत् लेखनीयं वा उपरि लेखनीयं खलु अकार अकार अस्ति अत्र एतत् उपरि एव लेखनीयम् इति अनुनासिक अकारः अतः तत्र अनुनासिकवर्णस्य उपरि चन्द्रबिन्दुः अस्ति ओ इति एतत् नासिक घण्टसे एतत् आताय घण्टसे नासिकापर्यन्तं तत्र एतत् उपरि दातव्यम् अकारस्य उपरि दातव्यम् अतः अकार अनुनासिक अकार वा अकारानन्तरम् अनुनासिकम् आगच्छति भवती किम् उक्तवती अकारानन्तरम् अकार तदनन्तरम् अकार उत्तरवर्ति अनुनासिकः ओके अकार उत्तरवर्ति अनुनासिकः इत्युक्ते कुत्र अनुनासिकः भवति अवगतवती कुत्र अनुनासिकवर्णः भवति चेत् अकार उत्तरवर्ति एव अत्र अनुनासिकबिन्दु भवति अनुनासिकबिन्दु एव अत्र अहं मनसि भवत्याः मनसि किम् अस्ति इति अहं जानामि भवती एव वदतु महोदय न भवत्याः मनसि अपि किम् अस्ति अहं न ज्ञातुं शक्तवती अतः एव पुनः पुनः प्रश्नं पृच्छामि भवत्याः अहं किम् अवगतवती भवती यत् उक्तवती तदनुगुणं हा शकार अस्ति उकार अस्ति चकार अस्ति तदनन्तरम् अकार अस्ति तदनन्तरम् अनुनासिकः अस्ति किमर्थं भवत्या अहमेवम् अवगतवती कारणं भवती उक्तवती अकार उत्तरवर्ति अनुनासिकः इत्युक्ते अकारानन्तरं पुनः किमपि वर्णः आगच्छति तदुपरि अनुनासिकः अस्ति अवगतम् परन्तु अनुनासिकचिह्नं तु अकारस्य उपरि एव आगच्छति इत्युक्ते अकारः यदस्ति चकारानन्तरम् इत्युक्ते चकार उत्तरवर्ति अकारः यदस्ति तत् अनुनासिक अकारः अस्ति अकारानन्तरम् अकार उत्तरवर्ति अनुनासिकः एवं नास्ति कारणम् अकारानन्तरं किमपि नास्ति अवगतम् आम् अतः भवती सर्वदा एवम् उक्तवती चकारः अकारः अकार उत्तरवर्ति अनुनासिकः ओके आम् महोदय अतः एव मम मनसि प्रश्नः उदेति अकारानन्तरं किं वर्णः अस्ति यत्र अनुनासिकचिह्नम् आगच्छति अवगतम् आम् महोदय इदानीं स्पष्टतया वदतु किम् अस्ति शकारः उकारः श चकारः अनन्तरम् अकारः अकार उत्तरवर्ति अनुनासिकवर्णः बिन्दुः अस्ति तावदेव इति मम चिन्तनम्। इतोपि किञ्चित् अत्र अस्ति वा इति पुनः पुनः भवति तदेव अशुद्धं वदति। अकार उत्तरवर्ति अनुनासिकः नास्ति, अकारभेदाः सन्ति, अष्टादशभेदाः स्मरतु। अनुनासिक अकारः एकः भेदः अस्ति, ओके। अकार उत्तरवर्ति अनुनासिकभेदः कुत्रापि न लिखितम् अस्ति, कुत्रापि न दृष्टम् अस्ति। आमां तत्सर्वं पुनः पुनः तदेव भवती वदति न, अकार उत्तरवर्ति अनुनासिक न, चकार उत्तरवर्ति अनुनासिक अकारः, ओके। आं महोदय, एतत् चकारः अस्ति, चकार उत्तरवर्ति अकारः अस्ति, अकार अनन्तरम् अत्र बिन्दुः अस्ति, एतत् मिलित्वा एव अत्र चकार उत्तरवर्ति अकारः। महोदय, बिन्दु एकाकी न भवति, चिह्नम् अनुनासिकचिह्नम् अत्र एतत् अकारस्य उपरि अस्ति, एतत् मिलित्वा एतत् अनुनासिकबिन्दु अस्ति, एतत् चिह्नम् अस्ति, एतत् चकार उत्तरवर्ति अस्ति, एतत् मिलित्वा एव अत्र पूर्णतया अवगच्छति। इतोपि एतत् विषये किञ्चित् अत्र अकारः षड् अस्ति, आकारः षड् अस्ति, अनन्तरम् अकार प्लुप्तवर्णः अस्ति, एतदपि षड् अस्ति, एतत् मिलित्वा एव अष्टादश भवति। इदानीं चकार उत्तरवर्ति अकारः अस्ति, अकार उत्तरवर्ति अत्र अकारस्य उपरि अत्र चिह्नमस्ति, अनुनासिकचिह्नमस्ति, एतत् सर्वं मिलित्वा एव अत्र अपगच्छति, चकारः एव तिष्ठति इति मम चिन्तनम्। इतोपि किञ्चित् वक्तव्यं चेत् वदतु महोदय। महोदय, ऐ हेव् अ क्वश्चन् फार् यु, हौ मेनि लेटर्स् आर् देर्, हौ मेनि वर्ण आर् देर् इन् दिस्, केन् यु टेल् मी दट्? चकार no count, just tell me the count. Akara vishaye counting purshati va, total total how many letters are there in this word, can you tell me that? Yeah, chatvarah asti, ha chatvara asti chet akara uttarvarti chandra bindu vaktavyam na sakyate mahodaya, vaktum na sakyate mahodaya, akara chandra bindu ekaki eva। वदतु महोदय। इतोपि यु काण्ट् टेल् देम् सेपरेट् आफ्टर् अकार चन्द्रबिन्दु, देट् इस् नाट् यु काण्ट् से देट् बिकास् इट् इस् अ सिङ्गल् लेटर्। एतत् मिलित्वा एव अपगच्छति, दे आर् नाट् इवन् सेपरेट्, ओन्लि इफ् दे आर् सेपरेट् यु केन् टाक् मिलित्वा, दे आर् वन् लेटर्। अनुनासिक अकारः इति वदामः, आम् आम् अस्तु। आम् नै, बिकास् विजया यु सेम् थिङ्ग्स् इन् सच् अ वे दट् others are going to get confused, okay, that's so, what I'll just let me be mute mahodaya, any copy vaktum chet aham shrunomi etat vishe, dhanyavadah। Shakyam eva a udatta anudatta swarita na, a udatta anudatta bhave put anudatta a Sarita, I don't know how to put, huh? Udata, Anudata, Swarita. Hmm. anudatta, then Parishma, how do I do the... Vidya, please don't get angry on me or upset. I'm just trying to make things a little clear for not only for you, but yeah, for everyone else. Huh? So if you say... उत्तम विषयं महोदय एतत् उत्तमविषयमेव करोतु करोतु अहं शृणोमि एतत् भवती न केवलं श्रोष्यति भवती साक्षात् भागमपि मया इतः पर्यन्तं पूर्णतया न अवगतम् इति अहं मन्ये अतः भवती वदतु सुब्रह्मण्येन अपि महोदय अपि वक्तुम् एतत् विषये शक्यते अहं शृणोमि किञ्चित् यत्र पूर्णतया मया इतः पर्यन्तं न अवगतमिति अहं मन्ये अत्र अनुदातः अस्ति स्वरितः अस्ति उदातः अस्ति उदातः अत्र किमपि चिह्नं नास्ति एतदेव उदातः स्वरितः अस्ति उपरि रेखा अस्ति अनुदातः अधः रेखा अस्ति इदानीं अत्र अकारः ह्रस्व अकारः षड् विधाः भवन्ति षड् अनन्तरं आकार दीर्घ आकार अस्ति एतदपि षड् अनन्तरं पूर्णवर्णः अस्ति एतदपि षड् मिलित्वा अष्टादशवर्णाः सन्ति इदानीम् अकार चकार उत्तरवर्ति अकारः अस्ति अकारः अनुनासिक अकारः अस्ति अत्र एतत् एव इति भवति अतः शुच एव तिष्ठति इदानीं जस्ट् टेल् मी हव् ऐ रिटन् करेक्ट्लि षड्विधाः ह्रस्व अकारस्य विजया भवती एव वदतु भवत्याः पर्यायः किं महोदय अरे अहं तु लिखितवती अत्र न एतत् शुद्धं वा अशुद्धं तद् वदतु एतत्तु किमस्ति उदात्त अनुदात्त अस्वरित अनन्तरम् अचन्द्रबिन्दुसहितम् उदात्त अचन्द्रबिन्दुसहितम् अनुदात्त अचन्द्रबिन्दुसहितं स्वरित तद्भेदाः वदतु महोदय एतत् इतोपि अहं शृणोमि महोदय वदतु किञ्चित् अत्र क्लेशः अस्ति मया पूर्णतया एतत् विषये न जानामि इति अहं मन्ये अतः भवती वदतु अहं शृणोमि अहं केवलं वक्तुं न इच्छामि अहं ज्ञातुम् इच्छामि भवत्याः मनसि किम् अस्ति इति ओके अहं शृणोमि महोदय अहम् एतत् विषये इतोपि किञ्चित् शृणोमि न इतपर्यन्तं मया न अवगतं सम्यक्तया इति मया चिन्तितमत्र अतः भवती वदतु अहं शृणोमि उदात्तः अनुदात्तः स्वरितः अस्ति एतत् विषये इतोपि किञ्चित् अहं न सम्यक्तया श्रुतमिति अहं मन्ये अतः भवती वदतु अहं शृणोमि आल् दि अदर्स् ऐ आर् क्लियर् अबौट् उदात्त अनुदात्त स्वरित एनिबडि हेस् डौट् सीतालक्ष्मी वेर् आर् यु या भवत्याः नाम अत्र दृश्यते सीतालक्ष्मी नमस्ते महोदय नमस्ते ओके कथं वदिष्यति आ यत् अत्र अहं दर्शयामि हौ विल् यु काल् दिस् आ अकार अष्टादशभेदाः सन्ति इति अष्टादशभेदाः सन्ति प्लुतः स्वरः उदात्त अनुदात्त प्लुतः अनुनासिकन ओके यु आर् नाट् क्लियर् इन् योर् हेड् उषा लेट् मी सी ह्रस्वकारः पुनः वदतु अकारः ह्रस्वकारः ह्रस्वकारः विच् भेदः औट् आफ् द उदात्त अनुदात्त सरित अनुनासिक अननुनासिक अननुनासिक महोदय उदात्त अननुनासिकः ह्रस्वकारः अनुनासिक ह्रस्व अकारनुनासिकः पुनः वदतु महोदय पुनः वदतु अकारः उदात्तः अननुनासिकः ओके ओके द्वितीयं वदतु किमस्ति तत्र ह्रस्वकारः अनुदात्तः अननुनासिकः अननुनासिकः ओके तृतीयं द्वितीयं प्लुतः उदात्तः अननुनासिकः प्लुतः कथं त्रि तु न लिखितम् अस्ति महोदय त्रिलि ऐ एम् नाट् रिटन् त्री ओवर् देर् देर् इस् नो त्री इट् इस् वेरि टफ् मै विजन् इस् नाट् क्लियर् महोदय अकार उपरि चिह्नं स्वरितः स्वरितः महोदय स्वरितः सो स्वरितभेदः ओके अकार ह्रस्व अननुनाकारः अननुनासिकः स्वरितः ओके यावत्पर्यन्तं स्पष्टं या आम् पूर्णिमा अस्ति ओके इदानीम् एतस्य स्पष्टीकरणं करोतु अधः रेखा अस्ति अधः रेखा नास्ति अधः रेखा अनन्तरम् आगच्छति अधः रेखा नास्ति खलु रक्तवर्णस्य रक्तवर्णस्य अहं स्थापयामि ओके इदानीं वदति वा वदन्ती अस्मि भगिनि किं वक्तव्यम् What is this out of the 18 varieties that we have studied? This is Anudata Harasva Anunashika. Anudata Takambho? Adoreka Nashika? Adoreka Maya Drishtam Dadadarsha. Swaritaha. See. Upari Ape Reka Gasti Vaha. Upari Reka Nashti. Mahatya, can you make it a little bigger? उपरि रेखा नास्ति बट् अधः रेड् वर्णः तत् इस् अनुदात्त खलु अधः रेखा अस्ति चेत् कट् करोतु कृतं वा अस्तु इदात्तं तु उदात्त उदात्त अनुनासिक अकारः अनिल् अकारः अत्र स्वरिता अस्ति वा अस्ति वा स्वरिता स्वरित अनुनासिक अकार ह्रस्व अकारः अधः रेखा अस्ति चेत् अनुदातः खलु महोदय उदात्तः उपरि रेखा अस्ति चेत् स्वरितः चन्द्रबिन्दु अस्ति चेत् अनुनासिकः ह्रस्वदीर्घस्वरितदीर्घप्लुत उदात्त अनुदात्त स्वरित इति षड्विधाः भवन्ति किमपि न श्रूयते मया अत्र मीनाक्षीमहोदय नास्ति वा वर्गं ओके It looks like all of y'all in Chori, y'all know many things, but when actually I ask you to say which is what, Sarvam Gatam, okay. No, no, Mahodaya, Sarvam Gatam, no. Bhagini, can I try? Bhavatyaha Dhvani na agachati. Mama Dhvani na agachati? Aham, aham Mahodaya. इदानीम् इदानीम् अस्ति महोदय इदानीं सम्यक् एव अहं तु न अहं बहिः गतवती ओके ऐ वास् नाट् देर् ऐ वाण्टेड् टु गो एण्ड् शूट् समथिङ्ग् ओके अतः एव ध्वनिः न आगतम् इदानीम् इस् दिस् बिग् इनफ् सम्यक् सम्यक् महोदय ऐ एम् सारी टु से ऐ डोण्ट् हाव् द सरितचिह्नम् अण्ड् देर्फोर् ऐ एम् जस्ट् पुटिङ्ग् एन् अपोस्ट्रफि ओवर् देर् ओके That's all font ka problems. Let's see. Let me go further. Geeta. Pashtataya vadati idanim sat akaraha aham likitavati. Sati akarasya bhedaha vadati. Pratamam udataha anunasika akaraha asti. Udataha asti. Ekanamsham. Ekakkim. अकारः विच् अकारः उदातः अनुनासिक अननुनासिक अकारः उदात्तः अननुनासिकः पुनः वन् मोर् इस् देर् न ह्रस्व ह्रस्व ह्रस्व आम् आम् अहं भगिनि तदनन्तरम् अनुदातः वेट् अ मिनिट् प्रथमं तु किमस्ति ह्रस्व ह्रस्व दीर्घ अथवा प्लुत प्लुत ओके सेकेण्ड् डिविजन् वाट् इस् इट् अनुनासिक उदात्त उदात्त एकनिमिषम् एकनिमिषम् ओन्लि वन् अट् ए टैम् ह्रस्वदीर्घ इस् वन् केटेगरि ओके सेकेण्ड् केटेगरि अननुनासिककार अननुनासिक अननुनासिकः अथवा अनुनासिक अनुना ओके गीताः तृतीय what's the third variety that we can have? Udattah. Udattah. Athava? Anudattah. Anudattah. Athava? Swaritah. Swaritah. Swaritah. Okay. Yavat Paryantam. Everybody is clear in their head. There are three ways or three steps in the categorization of your swaraha. Okay. So, atra ayadasti, from the first category, where does the swa belong? Prasvaha, prasva. From the second category, where does the swa belong? Ananunasikah. Ananunasikah. From the third category? Udattah. Udattah. Now come to the second A. Which one is it? Dirgah. Dirgah? Hraswakarah. Anudattah. No. Rasva, Dirgha, Pluta. Out of this, which one is this Akara? Rasva Akara. Rasva Akara. Anunasikaha, Ananunasikaha. Which one is this? Anunasikaha. Anunasikaha. Chandrabindu Ashtika? Na. Chandrabindu Nasti. Ananunasikaha. Now, what does this line underneath signify? Anudattah. Anudattah. Atah. So you have to go step wise. Prathama karyam, rasva dirgha plutah. Dvitiya karyam, anunasikah asti, ananunasikah asti. Tritiya karyam, uttartah, anudattah, swaritah. So there are three ways in which each akara, each akara, each ikara, each ikara, each ikara can be classified. Achha. Now come to the last one. This akara. Rasva asti, dirgha asti or pluta asti? Rasva akara. Rasva akara. Anantaram. Second. Ananunasika akara. And then third. Swarita. Svaritaha. Okay. Now come to the next line. Which akara is this? From the first set. Is it rasva, dirgha or pluta? Rasva akara hai. So then why you hesitating? So much doubt. And then anunasika, ananunasikaha. Ananunasika karaha. Ananunasikaha. How do you decide? What's the difference between this ka and this? Chandrabindu asti. Chandrabindu asti chet, anunasikaha asti ha, ananunasikaha asti. Ananunasika. Ananunasikaha. Astu bhagini. Anunasika karaha. So somebody says anunasika, you just echo it. आम् स्मरामि इदानीं स्मरामि भगिनि ओके अण्ड् देन् वट् एल्स् फ्रम् द लास्ट् वन् उदात्त अनुदात्त अनुदात्तः अनुदात्त अधः रेखा अस्ति वा आम् दृश्यते भगिनि रेखा दृश्यते इन् दिस् वन् नाट् इन् दिस् वन् रेड् अत्र रेड् अस्ति अत्र रेड् ब्लाक् द्वयमस्ति नाट् मै रेखाया ऐ डोण्ट् नो हौ टु पुट् इट् इन् रेड् रेखा एव्रिवेर् इस् देयर् केन् यु नाट् सी भगिनि अत्र ब्लाक् अपि अस्ति भगिनि सो द ब्लाक् इस् वाट् ऐ हव् पुट् न द रेड् इस् वाट् द कम्प्यूटर् अस्तु अस्तु भगिनि इदानीम् अवगच्छामि भगिनि उदात्तः एव अधः रेखा नास्ति इति कारणेन उदात्तः. दिस् वन् स्वरितः. तदनन्तरं स्वरितं मि आस्क् गीता एक्सिकान्या मेकिङ्ग् मि आस्क् ऐ वाण्ट् टु गो स्टेप् बै आल् बै योर् सेल्फ् ऐ यु अण्डर्स्टाण्डिङ्ग् अस्तु भगिनि. फोर् टैम्स् ऐ हेव् आस्क्ड् यु to guide you. Now fifth time I wanted you to do it yourself, but still you're stuck. Come on, try. Dhanam, dvitiya mayava vaktavyam bhagini. Are baba, de ankarasya all the character traits tell na. Okay, punah bhagini. Anunasika akaraha. No, you go in the order in which I have written the character. Astu bhagini. ह्रस्वकारः अनुनासिककारः उदात्तः. उदात्तः इस् विद्वच्चय अधोरेखा वा विदौट् अधोरेखा? विदौट् रेखा. सो दिस् इस् विदौट् रेखा नास्ति इति कारणेन. अच्छा, सो देट् मीन्स् दिस् आल्सो रेखा नास्ति, दिस् आल्सो रेखा नास्ति. उपरि भगिनि अत्र रेखा अस्ति इति दृश्यते वा नास्ति इति दृश्यते? नास्ति भगिनि, रेखा नास्ति भगिनि. अत्र रेखा नास्ति, तत्र उदात्तः. प्रथम अकारः उदात्तः, द्वितीय अकारः अनुदातः इति मन्ये. अनुदातः नास्ति, अनुदातः अधः रेखा भवति. अनुदाते रेखा नास्ति अत्र. अस्ति भगिनि, अस्ति अस्ति रेखा अस्ति भगिनि. रेखा अस्ति वा? रेखा अस्ति चेत् अनुदातः एव. अनुदातः ब्लाक् ब्लाक् थिङ्ग् रेखा. अस्तु भगिनि, तत्र अस्तु भगिनि. इदानीं दृश्यते भगिनि, अनुदातः नास्ति, रेखा अस्ति अतः अनुदातः. रेखा अस्ति इति कारणेन अनुदातः. स्वरितः उपरि ह्रस्वकारः अननुनासिककारः स्वरितः. अनुनासिककारः स्वरितः. यत्र चन्द्रबिन्दुः नास्ति एतदेव अननुनासिकः. चन्द्रबिन्दुः अस्ति चेत् अनुनासिकः. अत्र त्रीणि सन्ति, एकः उदात्तः, अनुदातः, स्वरितः इति. इदानीं स्वरितः. अस्तु भगिनि, इदानीम् अवगच्छामि. आल् आफ् यु आल् इदानीम् अवगच्छामि, बट् अवगमनं तु अत्र न दृश्यते. ओके, क्षम्यतां भगिनि. नो, इट्स् नाट् योर् फाल्ट्, इट् इस् मै फाल्ट्. इट्स् नाट् योर् फाल्ट्, इट्स् नाट् रेजिस्टर्ड् अट् आल् विद् एनी. ओके, अग्रिम अवसरे अहं and this adoreka and all this red and the black and all is not confusing. Prashna asked him, Mama, have we done this topic? Vimata Anushasta Svarita, Vayam Patita Vantava or Na Patita Vantava? Patita Vantava, Mahadeya. Tada, Putra, Kashmin Karpatri. इन् विच् करपत्रं वि डिबिट् धातुगणः न, धातुगणपरिचय न, गुणः न. षोडश अक्टोबर् मासे, अक्टोबर् मासे षोडश दिवसे. दट्स् अ गुड् वन्. ओके, सो वन् मिनिट्. अस्मिन् वर्गे एव? हा, आं महोदय. अक्टोबर् मासे षोडशदिनाङ्के अस्माकं रेकार्डिङ्ग् अस्ति न सोरि I think ours is 2022, na? August 2022. Bhavan katam janati? From my notes, Maharaja. Oh, okay. Paninya Vyakaranam. What is this? Ours is this, na? अक्टोबर् सिक्स्टीन्त् उपरि उपरि महोदय न अक्टोबर् मासे उपरि उपरि उपरि महोदय ओ ओ हो हो हा ओके 2/9/16/23/30 विच् वन् 16 महेश्वरसूत्राणि महेश्वरसूत्राणि ओके वीडियो वीडियो मध्ये गच्छामि हा इदानीं वदतु गो फर्दर् महोदय गो फर्दर् सर्वं स्वराः एतत् सर्वं कुत्र आगच्छति अस्मिन् after this after this vajini satra kar maybe go after mid because after the Mahesvara sutrani only we went to the swara and other maybe towards the end or something or maybe Maudia it is slow so what you can do you can just open the same Karapatram and show it which Karapatram was that is what I'm trying to figure out Maheshara Sutrani Eva huh? Maheshara Sutrani Upari Upari Maudia Atra Eka Deva na Rasva Akara video started Maudia video started I think एवमहं दर्शितवती तदनन्तरं कृत्वा अपि वयं पठितवन्तः तृतीयभेदः कृतः आ इति लिखित्वा वयं त्रि इति अपि लिखामः अतः इदानीं पश्यन्तु आ ह्रस्व आ दीर्घ आ कृतः सर्वत्र प्रभुः त्रयः उदात्त अनुदात्तस्वरित आननुनासिक उदात्त अनुदात्तस्वरित अनुनासिक इत्युक्ते षड् भेदाः प्रति अकारस्य भवति आहत्य कति भवति मेत्स् कुर्वन्तु गणनां गणितम् अष्टादश अन्य किमपि भाषायाम् अष्टादशभेदाः केवलम् अकारस्य मिलति वा सो इदानीम् अहं किं सजेस्ट् करोमि गो थ्रू दिस् वीडियो एस्पेशलि दिस् पोर्शन् भगिनी डेट् कृपया वदतु भगिनी, कदा एतद् वीडियो द्रष्टुं शक्यते इति. अनिल् षोडशदिनाङ्के अक्टोबर् मासे. अक्टोबर्, अस्तु अस्तु, धन्यवादः महोदय. सो दिस् नौ देट् देर् ऐ हेड् हेण्ड् रिटन् हियर् ऐ हेव् वट् इस् इट् वर्ड् डाक्युमेण्ट् ऐ हेव् रिटन् इट् सो हेण्ड् रिटन् वास् क्लियरर् सो गो एण्ड् सी देट् दिस् इस् नाट् एस् क्लियर् सो आल् देट् इस् डन् स्टफ् अण्ड् यु आर् स्ट्रग्लिङ्ग् सो मच. इदानीं यदा अहं किं वदामि, ओके नौ लेट् अस् सी गिमि वन् धातु न अस्माकं अभ्यासे किमपि धातु अस्ति न मिल, ओके फैन् शुचो मिल क्षिप, ओके फैन् हा लेट् सी क्षिप अहं लिखामि हा ऋतु ऋतु महोदय ऋतु इस् नैस् विच् वन् ऋतु कुत्र अस्ति ऐ एम् सिम्प्लि गोयिङ्ग् टु कापि पेस्ट् गो अप् महोदय ऋतु आम् महोदय चलो कापि पेस्ट् करोति paste. Are it why twice times it is coming? Huh. This is my oh shit, yeah. Again twice times it is coming. Okay. Why it's coming twice I have no clue. Idanim वर्तते भवति खलु अतः अनुदात उकारः अस्ति अनुदात अनुनासिक उकारः पुनः वदतु कुत्र अनुदात अत्र अधः रेखा रेखा अभवत् कुत्र अधोभागे तत्र आत्मनेपदी अस्ति अतः अतः अधोरेखा अनुदात वर्तते भवति खलु वन् मिनिट् विद् द अधोरेखा कम् या it has come okay let me this first idani shuddham idanim drishyate adoreka ha drishyate drishyate mode then how much there should me people start even answering ha drishyate ga amode drishyate okay रेखा अस्ति परन्तु रेखा ऊकारः अतः शुल्कं या बट् लिसन् मै डियर् गर्ल् ऐ डिड् नाट् क्रियेट् दिस् कम्प्यूटर् फाण्ट् हा ओके सैन् ओन्लि कम्स् फार् स्वरा उदात अनुदात सैन् कम् ओन्लि फार् स्वरा नाट् फार् वर्गीय व्यञ्जनात् इट् डज़न्ट् कम् So when it comes under 2, you must understand it for who only. Avagatama? No, aham. I think I'll have to write and show you all because you all are all having... When I'm showing it to you all so clearly in the computer, you all are not understanding. Now what do I do, huh? My mouse is not all right today. It's giving me a lot of trouble. Who उदाता अनुदाता स्वरितः केवलस्वरमात्रे अस्ति, व्यञ्जनानि नास्ति। वदामि रेखा शुकम् अण्डर् दि उकारः तु उकारः इदानीम् ऐ वोण्ट् टेक् अ बिकास् आल् आफ् यु आल् आर् सो स्टक् वित् अ लेट् मी टेक् सम् अदर् अ ऊ ई विच् वन् शुड् ऐ टेक् कम् आन् हा हू इस् मेकिङ्ग् द चाय्स् उकार इकार ऊ ओके हा अतः अस्माकं हस्ते वाट् इस् हेप्निङ्ग् ओ yeah let's see Geeta had difficulty na Geeta karyam kartum siddha aam bhagini okay ukarah yat payam patitavantah tatra u anantaram purna kim kati bedah santi ukarasya अष्टादश अष्टादश तत्तु अनन्तरं वयं पश्यामः इदानीं साक्षात् वयं किं जानीमः द फस्ट् केटेगरि ओके आं भगिनि ओके अतः एकस्य नाम किं ह्रस्वः ओके इफ् ऐ एम् गोयिङ्ग् टु सिट् राइटिङ्ग् इट्स् गोयिङ्ग् टु टेक् मी अ लाट् आफ् टैम् इत्युक्ते दीर्घः अण्ड् देन् लास्ट् वन् okay so this is the first category or rather first classification okay adana sam aapachchi again I have to do. What's the next level of category or let's level of categorization anunasika va ananunasika va अनुनासिकः वा अनर्नुनासिकः वा आम् ओके अतः अहम् अत्र किं स्थापयामि एतत् चिह्नं स्थापयामि चेत् किं भवति अनुनासिकः अनुनासिकः ओके अतः मम हस्ति ऊ यदस्ति अनुनासिकः I have one U which is ananunasika, one U which is anunasika. Ananunasika. U, again, anunasika, ananunasika, anunasika. Nuta U, ananunasika, anunasika. Okay. Ataha atrasa kadibetaha vayam krishnavantaha? Huh? षड् भेदाः इदानीं षड् भेदाः परन्तु ना ओन्ली इन् ह्रस्व उकार कति भेदाः सन्ति इदानीं भेदद्वयमस्ति इदानीम् अत्र अत्र पुनः अहं स्थापयामि एव and then one more to this. What is this indicate? Udata, anudata, swarita. Swarita. So then in punaha aham sthapayami, what is this now? Udata anunasika ukara ha. Anudata anunasika ukara ha. Pruta anunasika ukara ha. Pruta? Pruta putra asti. It is putra asti. This is pruta. Udata. Swarita, swarita. Chamitam. Swarita anunasika ukara ha. Ataha. केवलं ह्रस्वदीर्घविषये न उक्तं केवलम् उदात्त अनुदात्त स्मरित अनुनासिक अननुनासिक परन्तु ह्रस्वदीर्घ विस्तृतं वदतु सम्यक्तया आम् भगिनि त्री मेथड् आफ् त्री वेस् इन् विच् आफ् वर्ण केन् बि क्लासिफैड् एकं तु अस्ति ह्रस्वदीर्घकृत इत्युक्ते कालविषये ह्रस्व एकमात्रा काल दीर्घ द्विमात्रा काल दीर्घ त्रिमात्रा वा अधिकं कालानुगुण भेदः तदनन्तरम् अनुनासिक वा अननुनासिक तदनुगुणं भेदः तृतीयं थर्ड् स्टेप् उदात्त अनुदात्त स्वरित तदनुगुणं भेदः सो वेनेवर् यु आर् टेलिङ्ग् हू यु हाव् टु स्पेसिफै विच् हू ह्रस्वदीर्घकृतः कालानुगुणम् अनुनासिक अननुनासिकानुगुणम् अनन्तरम् उदात्त अनुदात्त स्वरित तदनुगुणम् ओके अस्तु भगिनि वाटे चलो गीता कथं न दीर्घ उकारः अननुनासिक उकारः अनन्तरं उदात्त उकारः उदात्त उकारः सो ह्रस्व अननुनासिक उदात्त उकारः सो दिस् वेस् यु क्लासिफै एनी बडि विल् बि एबल् टु टेल् यु ओके ओके द्वितीयं कथमस्ति सेकेण्ड् वन् आं भगिनि दीर्घ उकारः दिस् इस् दीर्घ उकारः इदानीम् एतद् ह्रस्व उकारः ह्रस्व उकारः यु आर् आन् दिस् यु आर् इन् दिस् एरिया आम् आं भगिनि इदानीम् अवगच्छामि अन्यत् इति अहं वदतु इति भवती वदति इति अहं चिन्तितवती अस्तु भगिनि ह्रस्व उकारः अनुदात उकारः ह्रस्व उकारः अनुदात उकारः अनु अननुनासिक उकारः अननुनासिक उकारः गो इन् दिस् आर्डर् सी आई हैव रिटन् इट् फॉर यू ना गो इन् दिस् आर्डर् अस्तु भगिनि वन् इस् काल वन् इस् नासिका अण्ड् दि अदर् वन् इस् एफर्ट् ओके अस्तु भगिनि वेरा नायन् ह्रस्वकारः स्वरित उकारः अनुनासिक उकारः एतत् अनुनासिकः अस्ति वा अस्ति अनुनासिकः अननुनासिक क्षम्यताम् अननुनासिक इति चिन्तयित्वा अनुनासिक इति उक्तवती ह्रस्व उकारः उदात्त उकारः अनुनासिक उकारः ह्रस्व उकारः अनुदात्त उकारः अननुनासिक उकारः चन्द्रबिन्दु अस्ति चेत् अनुनासिक अनुनासिक क्षम्यताम् अनुनासिक उकारः ह्रस्व उकारः स्वरित उकारः अनुनासिक उकारः अनुनासिक उकारः इस् इट् बिकमिङ्ग् लिटिल् बिट् क्लियरर् इका आं भगिनि भवत्याः ध्वनिः बहु न्यूनम् अस्ति भगिनि ओ हो हो सर्वेषां कृते इदानीं सम्यक् अस्ति ओके इदानीम् अहं वर्णम् अत्र स्थापयामि on all these categories, okay? Bhagirathi, hello. Bhagirathi, you are going to answer? Bhagirathi, no. Okay, Chandramati. Chandramati. Asti? Asti. यदहं लिखामि तत् सम्यक्तया पश्यतु ओके ओके इदानीम् एतस्य स्पष्टीकरणं करोतु वर्णः किम् एण्ड् आल् अथवा अत्र ह्रस्व न दीर्घ अस्ति इति अहं चिन्तयन्तु दीर्घ ऋकारः अस्ति ऋ अस्ति इति ऋ वा ह्रस्व न दीर्घ एव दीर्घ अनु उदात्त अल उपरि चिह्नमस्ति स्वरित अननुनासिक दीर्घ ऋकारः दीर्घ दीर्घ अननुनासिक स्वरित ऋकारः ऋकारः नाट् यु हेस् आलरेडि सेड् ऋकारः ऋकारः ओके वाट् इस् चलो उत्तुलक्ष्मी भवती वदतु इदानीं एतत् किम् एकारः दीर्घ दीर्घ अननुनासिक प्लुत एकारः दीर्घ अपि प्लुत अपि कथं भो एकः एव स्वरः दीर्घ अपि अस्ति प्लुत अपि अस्ति शक्यते वा आम् एकः एव स्वरः दीर्घ प्लस् प्लुत पासिबल् अकारे अकारे अष्टादशप्रभेदाः सन्ति परन्तु एकारः दीर्घः अतः द्वादशप्रभेदाः सन्ति तत्र अतः भवितुं शक्यते दीर्घ अपि प्लुत अपि हा सेम् एकार वाट् ऐ हेव् रिटन् हियर् अहं एक लिखितवती अत्र दीर्घ एकार लिखितवती वा प्लुत एकार लिखितवती तत्त्वं निश्चयं करोतु हा त्रि इति लिखितवती खलु तत्र अतः प्लुत प्लुतः किमर्थं दीर्घ वदति हा दीर्घ प्रथमं ह्रस्वः वा दीर्घः वा प्लुतः वा इति अतः प्लुत एव एकनिमिषं यदा क्षम्यतां जि प्लुतः एव किमर्थं चेत् ह्रस्वः वा दीर्घः वा प्लुतः वा इति द्रष्टव्यम् अतः त्रि इति लिखितवती तत्र अतः तद् एव क्षम्यताम् ओके प्लुतः एतत् किं हा द्वितीयं यत् अहं लिखितवती ए एतत् किं दीर्घ एकारः दीर्घ अनु अतः रेखा अस्ति अतः अनुदात्त एकार दीर्घ अनुदात्त दीर्घ अनु अनुदात्त अननुनासिक एकारः ओके अत्र यत्र अहं त्रि लिखितवती तत्र तत्र प्लुत अनुदात्त अननुनासिक एकारः अननुनासिक एकार इदानीं वदतु अस्तु प्लुत अनुनासिक प्लुत अनुनासिक अनुदात्त एकारः ओके इदानीम् अवगतम् अस्तु लक्ष्मी इतोपि किमपि प्रष्टव्यं वा वदतु समस्या अस्ति अस्ति अवगतं महोदय प्रथमं ह्रस्वः वा दीर्घः वा प्लुतः वा इति द्रष्टव्यं तदनन्तरम् अनुनासिक वा अननुनासिक वा इति द्रष्टव्यं तदनन्तरम् उदात्त अनुदात्त स्वरितः वा इति द्रष्टव्यम् अवगतम् ओके इत्युक्ते प्रति स्वरस्य भेदत्रयम् ओके प्रतिभेदे सब्भेदाः सन्ति सो कालगुणं यदा स्वीकुर्मः तदा भेदत्रयम् अस्ति अनुनासिकगुणं स्वीकुर्मः तदा तत्र भेदद्वयम् अस्ति तदनन्तरं तृतीयम् उदात्त अनुदात्त स्वरित दट् इस् आल्सो अनदर् भेदः तत्र अपि भेदत्रयम् अस्ति अतः यु हाव् three ways in which you can categorize any swara and each way has got sub categories okay idanim now let's see okay I hope you all understand इदानीं का वदति पूर्णिमा अस्ति वा न अस्मि अस्मि हा ओके एतत् किम् एतस्य स्पष्टीकरणं करोतु कन्फ्यूसिङ्ग् पुनः लिखामि वा न अहं वदामि रत्न अनुनासिक स्वरित उकारः इकारः पुनः वदतु ह्रस्व अनुनासिकस्वरित इकारः अनुदात्त स्वरित कथं भो अनुदात्त विद्नाटल् ऐ टोल्ड् स्वरिता ध्वनिः सुना श्रूयते वा अनुनासिका अनुनासिका उक्तवती उपरि अनुनासिकचिह्नः अस्ति खलु नाम पुनः वदतु सम्यक्तया आल् द भवत्याः ध्वनिः मया सम्यक् न श्रूयते मम ध्वनिः श्रूयते वा ध्वनिः श्रूयते भवत्याः तु सम्यक्तया श्रूयते समस्या नास्ति ह्रस्व अनुनासिका स्वरित इकारः अनुनासिक स्वरित इकारः ओके तदेव एतत्तु एतदपि न वेतव्यं किमस्ति न भगिनि किमपि न लिखितवती भवतु एतत् किम् अनुदात्तदीर्घ अनुनासिक इका ईकारः अनुदात्त दीर्घ अनुनासिक इकारः धन्यवादः अनेक वा प्रिया वदतु महोदय वदतु महोदय आं भगिनि आं भगिनि वदतु एतत् किं वदतु एतत् किं लुत लकार लुत लकार अनुनासिक लुत अनुनासिक लुत अनुनासिक उदात लकार उदात लकार ओके सो थ्री वेज Ruta, Anunasika, and there is nothing over here, so Udatta, Lukara. Okay? Sarve Avagata Vandaha. This is something which we did in October last year. Everything is wiped out, na? Purvam Patitam ka Yadasti, Tat Yada Vismarami, अग्रे अहं कथं गमिष्यामि सीतालक्ष्मी वदतु औ अनुनासिक अनुनासिक औ ह्रस्व अनुनासिक औ ओके इदानीं प्रश्नं कर्तव्यं ह्रस्व दीर्घ कृत औ ह्रस्व अस्ति दीर्घः अस्ति दीर्घ अनुनासिक औ महोदय गो इन् आर्डर् गो इन् आर्डर् प्रथमं तु काला काल इदानीं नासिका ह्रस्व अनुनासिक औकार औ एकवारं दीर्घ वदतु ह्रस्व ह्रस्व ह्रस्व अनुनासिक स्वरित औकार औ अनुनासिक औ औ कदापि ह्रस्व भवति वा अनन औ औ वर्ण दीर्घ न न न न दीर्घ दीर्घ वर् भवति वा न ओ न महोदय औ ऐ ओ औ सर्वदा दीर्घ दीर्घ दीर्घ दीर्घ अतः द्वादशभेदाः एव सन्ति तत्र ह्रस्वभेदः नास्ति ओके करपत्रं सम्यक्तया पठन्तु भोः हा अथवा वारं वारं तदेव वयं कुर्मः अग्रे कुत्र गच्छामः हा you don't go anywhere forward. किमर्थम् अहं यावत्पर्यन्तम् अहं पुनः पुनः करोमि, कारणम् अग्रे ह्रस्वदीर्घकृतविषये आगच्छति, उदात्त अनुदात्त स्वरितविषये आगच्छति, तदनुगुणम् आत्मनेपदी परस्मैपदी उभयपदी तत् सर्वत्र निर्णयमपि भवति. ओके, अतः यत् वयं पूर्वं पठितवन्तः तस्य विस्मरणं कुर्मः चेत् अग्रे गन्तुं तु कदापि न शक्यते. ओके, सो पुनस्मरणं कर्तव्यमेव. करपत्रं तु अस्ति हस्ते, रेकार्डिङ्ग् न पश्यतु, कारणं तत्र तु वयं बहुकालं किं यापितवन्तः अवगमने. अतः करपत्रं साक्षात् पठन्तु, झटिति भविष्यति. न श्रूयते महोदय. न न, अहं किमपि न उक्तवती. ओके ओके, विजया कुत्र अस्ति? वदतु महोदय. हा, एतत् किम् इदानीं यत् अहं लिखितवती? ओ ओ अपि सर्वदा दीर्घः एव, अत्र अतः तत्र दीर्घप्लुतः एव भवति. दीर्घ स्वीकुर्मः चेत् अत्र अनुनासिक अननुनासिक ह्रस्वविषये भवति. अनन्तरं इदानीं षड् आगच्छति, अनन्तरम् औ प्लुतः अस्ति चेत् अत्र अपि ह्रस्वदीर्घप्लुतः अस्ति, अनुनासिक अननुनासिक इति भवति. षड् षड् योगः षड् अत्र द्वादश एव भवति, खलु महोदय? Can you tell me what this is, what I have written? Vijaya has given you full theory. Oh! Anil, asti va na? Haan, maa, maa. Padatu, what is this? This is Deerkha. Okar, Deerkha, Anudata, अननुनासिक ओकार. ओके, विद्या एतदेव अहं पृष्टवती. ओके, थियरी आफ् ओ वाट् ऐ हेव् रिटन्, दीर्घ उदात्त, नो दीर्घ अनुदात्त अनुदात्त ओकारः, दट्स् आल् दट् यु हेड् टु टेल् मी. ओके ओके महोदय, इदानीं वदामि. ओकारः दीर्घ ओकारः अननुनासिकः अनुदातः. ओके, सो यू गिव मी द फुल लेक्चर अबाउट ऑल द कैटेगरीज, दैट्स नॉट व्हाट आई आस्क्ड, दिस इज एन एक्सरसाइज. ओके ओके ओके ओके, अस्तु महोदय. अन्य प्रश्नः अपि पृच्छतु महोदय, लिखित्वा अहं वदामि. ओके ओके, इदानीं वदतु. आम्, अत्र अनुनासिकवर्णः स्वरितः अस्ति, ह्रस्वः अस्ति. किं महोदय, एतदपि वक्तव्यं वा? This was far away, Modi. We were not able to. No, no, Kim. Yeah, when I'm writing in the house, now it goes haywire. Yeah, what can I do? Madhya, three api asti. Three asti, yata tu u eva, ukara ka eva, kalu mahodaya? No, no, no. Atre, three. Lata. Astu, astu. Atre. ह्रस्वः अनुनासिकवर्णः स्वरितः. वर्णः किं ह्रस्वः अनुनासिक स्वरित ओके पण् विच् वर्ण अकारः अकारः यु डिड् नाट् टेल् दैट् दैट्स् ग्रेट् ओके ह्रस्व ह्रस्व अनुनासिक स्वरित इट् इस् इट् ह्रस्व इट् इस् ऐ हव् रिटन् त्री ओवर् हियर् अतः ह्रस्व कथं प्लुत महोदय प्लुत नित अकारः तत् वक्तव्यं न केवलं प्लुत स्वरित अनुनासिक वदति चेत् वर्णः किम् प्लुत अकारः अनुनासिकवर्णः अनन्तरं स्वरितः ऐडेण्टिफै अ स्वरवर्ण ओके and that is going to come in very that's what when Anusuya told me that like vr whatever I had what is that dhatu which you ha vrutu ha she very categorically pointed out tatra anudatta chinnam asti iti and there is a significance of that anudatta chinnam okay asmakam pustake na drushyate परन्तु ओरिजिनलि तद् आसीत् तदनुगुणमेव पदनिर्मा पदनिर्णयं भवति ओके अतः तत्तु बहु वट् इस् इट् इम्पार्टेण्ट् आस्पेक्ट् अग्रे अग्रे यदा वयं गच्छामः तदा ज्ञास्यामः सर्वम् आगच्छति ओके चलो अद्यतनवर्गस्य समापनं करोमि किमपि प्रश्नः अस्ति वा पुनरपि वृत्तविषये आरम्भं कुर्मः महोदय अग्रिमवर्गे कस्मिन् विषये ऋतु इदानीं तत्र लिखितं खलु भवत्या एतत् आरम्भं कुर्मः अग्रिमवर्गे न न अन्ये धातवः अपि सन्ति कार्यं कृतवती न एतदेव आरम्भं कर्तुं तु प्रयत्नं कृतवती परन्तु तत्र तु बाधा आगतं अतः उदात्त अनुदात्त सरित अनन्तरम् अनुनासिक अननुनासिक सर्वस्य पुनःस्मरणं कृतम् ओके ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः धन्यवादः पुनर्मिलामः.